सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते। येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ओम् श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। प्रवर्तमानविषयः अस्ति धातुगणाभ्यासः। तत्र किञ्चित् अवशिष्टधातवः तत्र सन्ति। अहं चिन्तयामि गृह पाठरूपेण तत्र सर्वैः अवगतं, परन्तु तत्र यदि कोऽपि भ्रमः अस्ति कृपया पृच्छतु। अहं ज्ञाविषये वक्तुमिच्छामि। तत्र यः धातु अस्ति, मम स्क्रीन् दृश्यते वा? आं दृश्यते। आम्, अत्र दृश्यतु, अत्र ज्ञा इति धातु अस्ति, तत्र जानाति इति रूपम् अस्ति। सो ज्ञा इति धातुः कथं जा भवति इति तु धातु आदेशः, इत्युक्ते तत्र एकं सूत्रम् अस्ति ज्ञा जनोर्जाः इति। तत्र ज्ञा धातु अपि च जन जातु अस्ति, धातु अस्ति, तस्य जा इति आदेशः भवति कदा यदा तस्य परे कोऽपि शित् प्रत्ययः अस्ति। यथा अत्र लटीरूपे किं भवति, ज्ञा प्रथमे आदौ किं भवति, ज्ञा योग तिप् भवति। अनन्तरं लट्लकारस्य एकवचनस्य विवक्षा अस्ति चेत् तत्र वयं किं कुर्मः, ज्ञायोग तिप् कुर्मः। यदा ज्ञायोग तिप् भवति तदा द्वितीयसोपाने किं भवति, धातुः इदानीं सार्वधातु तिप् इति धातुः तिङ्समूहे आयाति। सो तत्र तिङ्समूहे धातु आयाति, तिङ् इति धातुः सार्वधातुक् अस्ति, तत्र शप् विधानं भवति, इत्युक्ते मध्ये शप् आयाति। परन्तु तत्र शप् प्रभाद्य तत्र गणविकरणप्रत्ययः आयाति। ज्ञा इति धातुः तत्र न अत्र न श्रूयते, मध्ये धातु तिङ् मध्ये न श्रूयते, अतः क्रयादिगणस्य धातुः नवमगणः क्रयादिगणः, तत्र श्ना इति विकरणप्रत्ययः अस्ति। सो द्वितीयसोपाने किं भवति, ज्ञा योग श्ना योग ति भवति। श्ना इति यः विकरणप्रत्ययः अस्ति तत्र शकारस्य इति भवति, ना इति अवशिष्टभागः। सो यः यः ज्ञा जनोर्जाः इति सूत्रम् अस्ति, सः कदा कार्यं करोति, ज्ञा इति धातु कदा जा भवति, यदा तस्य परे कोऽपि शित् प्रत्ययः आयाति। शित् प्रत्ययः इत्युक्ते श्ना इति प्रत्ययः शित् अस्ति, तत्र शकारस्य इत् अस्ति। शित् इत्युक्ते शित् वदामः चेत् यस्मिन् प्रत्यये शकारः इत् सः प्रत्ययः शित् इति तस्य नामकरणं भवति। सो ज्ञा इति यः धातु अस्ति, मूले ज्ञा अस्ति, तस्य झा इति यः आदेशः भवति सः कदा भवति, यदि तस्य परे कोऽपि शित् प्रत्ययः आयाति। सो इदानीं द्वितीयसोपाने किम् अस्ति, ज्ञा योग श्ना योग तिप्। श्ना इति प्रत्ययः शित् अस्ति, अतः ज्ञा चेञ्जस् इन् टु झा। सो तत्र केवलं वर्णमेलनम् अस्ति, इत्युक्ते अन्ते दीर्घ आकारः झा क्षम्यताम् झा योग ना योग ति, सो जानाति इति रूपं भवति। परन्तु वयं जानीमः, तत्र दृश्यतु, यदा वयं त्वा प्रत्ययः अथवा ल्युट् प्रत्ययः योजामः, धातु अनन्तरं कोऽपि कृदन्त ल्युट् प्रत्ययः योजामः, तत्र किं भवति, न्यायोग ल्युट् कुर्मः चेत् तत्र लकारस्य इत् अपि च तत्र अन्ते स्थितस्य हल वर्णस्य अपि इत्, तत्र यु तत्र अन् इति आदेशः भवति। परन्तु तत्र न्यायः मूलधातु अस्ति, तत्र झा न भवति, किमर्थं चेत् ल्युट् इति प्रत्ययः शित् नास्ति, तत् ल्युट् इति प्रत्यये मध्ये कोऽपि शकारः इति नास्ति। सो तत्र ज्ञानम् इति भवति, ज्ञानम् इति भवति रूपं, तथैव त्वा योजयामः, ककारः तकारः वकारः दीर्घ आकारः, यदि ज्ञायोग त्वा कुर्मः चेत् तत्रापि जान भवति, किमर्थं चेत् त्वा इति प्रत्ययः शित् नास्ति, सो ज्ञा इति यः जा भवति केवलं शित् प्रत्यये परे अस्ति चेदेव ज्ञा जा भवति, सो अन्यथा तत्र ज्ञा एव तिष्ठति, अत्रापि समानस्थितिः अस्ति, अत्र ज्ञायोग श्ना भवति अतः ज्ञा जा भवति, अतः लटीरूपे अपि च लट् लकारे लङ् लकारे अपि च लोट् लकारे अपि च लङ् विधिलिङ्ग् लकारे दिस् ज्ञा बिकम्स् जा बिकास् आफ् द शित् विकरण प्रत्ययस्य कारणेन अत्र ज्ञा जा भवति. सो इति तो धातु आदेशः, परन्तु अस्माकं यः विषयः अस्ति सः अस्ति लटीरूपं दृष्ट्वा कथं जानीमः धातु कस्मिन् गणे अस्ति. अत्र तु न दृश्यते, अतः न इति यः भागम् अस्ति सः नवमगणस्य भागः, तत्र श्ना इति विकरणप्रत्ययः शकारः अपगच्छति, तत्र न अवशिष्यते, अतः एतत् धातुः नवमगणस्य धातुः क्रयादिगणस्य धातुः. कोऽपि अन्यविषये तत्र यदि भ्रमः अस्ति चेत् कृपया पृच्छतु, अन्यथा अहम् एव पृच्छामि. तत्र सरलमस्ति. अस्तु, इदानीम् अत्र दृश्यतु द्युत् द्योत् भवति, कः वक्तुमिच्छति अत्र सोपानानि कानि? कृपया स्वयम् अग्रे आगच्छतु. अत्र पूर्णिमा भगिनी, द्युत् विषये वक्तुम् इच्छति वा, कस्मिन् गणे अस्ति, अत्र सोपानानि कानि? अस्तु भगिनि, द्युत् द्योतते भवति, उकार योकार भवति, गुण भवति तत्र, अपि च उकार ओकार भवति, तदर्थं वादि एव. किमर्थम्? उकार द्युत् धातु अस्ति, उकार यु यु मध्ये युकार अस्ति, शप् विकरणप्रत्ययः अस्ति, शकार पकार शकार भवति चेत् गुणस्य गुणः भवति, उकारः ओकारः भवति, पित् कारणेन गुणा भूत्वा द्यो इति भवति, द्योतते आत्मनेपदी तदर्थं द्योतते इति. सत्यं भगिनि, अत्र धातुः द्वित्वं श्रूयते, अय सोरि, अत्र धातुः गुणः द्वित्वं न श्रूयते, क्षम्यताम्, अत्र गुणः अत्र दृश्यते, परन्तु आदौ किं पश्यामः, आदौ किं तत्र द्रष्टव्यम्, प्रथमे किं करणीयं, प्रथमे किं द्रष्टव्यम्? प्रथमे अकारः तिष्ठति, गुणः भवति. आम्, प्रथमे तत्र किं द्रष्टव्यम् इति प्रश्ने सति चेत् धातु तिङ् मध्ये कः भागः? धातु तिङ् मध्ये अकारः अस्ति. अनन्तरं धातुः भुवादिगणस्य वा तुदादिगणस्य? तुदादिगणस्य वा इति गुणः भवेत् इति कारणेन निश्चयेन भुवादि इति वक्तुं शक्यते. यदि गुणः न भवति चेत् तथा स्त्रीलिङ्गचतुर्थप्रत्ययं द्रष्टव्यम्. अत्र गुणप्रसङ्गः अस्ति, अतः अत्र सरलम् अस्ति, सुलभतया वक्तुं शक्यते. आम् आम्, सत्यं भगिनि, तत्र धन्यवादः. तत्र सोपानानि गच्छामः चेत् तत्र सौलभ्यं भवति, इत्युक्ते प्रथमे किं द्रष्टव्यं, धातु तिङ् मध्ये कः भागः, तस्य तं दृष्ट्वा एव वयं वक्तुं शक्यते धातुः, तत्र ऊहां कर्तुं शक्यते धातुः कस्मिन् गणे भवितुम् अर्हति, अनन्तरं तत्र अन्यत् अपि कार्यं तत्र द्रष्टव्यं, सो आदौ एव द्रष्टव्यं धातु तिङ् मध्ये कः भागः अत्र अस्तु श्रीविषये तु तत्र अहं चिन्तयामि तत्र अभवत् गतकक्षायां तत्र तस्य विषये तत्र चिन्तनम् अभवत् इदानीम् आं गमी विषये भगिनी श्री श्री दिवादिगण भवति खलु यकारः भवति तत्र अत्र धातु तिङ् मध्ये अत्र अय तु श्रूयते परन्तु अत्र अन्ते गुणः भवति श्रयति इति रूपम् अत्र अत्र अन्ते इकारः अस्ति अत्र दृष्टि तत्र चुरादिगणे दशमगणे तत्र गुणः कुत्र भवति निच् कारणेन उपधायां गुणः भवति परन्तु अत्र तु अन्ते इकारः अस्ति अतः अहं चिन्तयामि अत्र कः वक्तुम् इच्छति अस्य विषये श्री इति धातु विषये कः वक्तुम् इच्छति इदानीं वदामि भगिनि श्री अस्ति शप् अपि अस्ति निच्चपि अस्ति शप् कारणेन अकारः भवति निच् कारणेन अया याकारः भवति न भगिनि तत्र सोपानानि गच्छेमः श्री इति धातुः आदौ तु चुरादिगणस्य धातु नास्ति दशमगणस्य धातु नास्ति कः वक्तुमिच्छति श्रीविषये प्रयत्नं करोमि कः वदति अनसूया श्री अन्ते इकारः अस्ति तस्य गुणः भवति श्रे भवति अत्र सोपानेन गच्छेमः भगिनि अत्र प्रथमे किं भवति श्रीयोग धातु श्री तिङ् प्रत्ययस्य मध्ये अय इति दृश्यते परन्तु श्री धातु धातोः इकारान्तः अस्ति अतः तत्र गुणः भूत्वा श्रे भवति श्रे योगे भ्वादिगणस्य अकारयोजितं योजितं योजिता तदा श्रय भवति यन्तवान्तसन्धि भूत्वा श्री श्रे योगे अ श्रय भवति अनन्तरं भ्वादिगणे एव अस्ति भ्वादिगणे एव अस्ति श्रेयः श्रय योगे अ योगे ति श्रयति इति भवति भ्वादिगणे एव आम् आं सत्यं भगिनि तथैव अस्ति प्रथमगणे अस्ति श्रीधातु किमर्थं चेत् अत्र इगन्तधातु अस्ति इत्युक्ते अन्ते इकारः अस्ति यः अय इति भागः तत्र चुरादिगणे श्रूयते तत्र उपधायां केवलं निच् कारणेन गुणः भवति न तु अन्ते भवति सो अत्र अन्ते मया पूर्वे अपि उक्ता तत्र प्रायशः इगन्तधातवः तत्र प्रायशः भुवादिगणे एव पाणिनिना स्थापिताः श्री इति धातुः इगन्तधातुः इगन्त इत्युक्ते यस्य अन्ते इ उ रु इति वर्णाः तत्र सन्ति सः इगन्तम् इति उच्यते यस्य अन्ते इक् वर्णः इक् इक् इक् प्रत्याहारे इ उ रु लु एते चत्वारि वर्णाः आयाति श्री इति धातुः अपि इगन्तधातुः यथा जी यथा भू इति धातुः इगन्तधातुः सो प्रायशः इगन्तधातवः भुवादिगणे एव स्थापिताः पाणिनिना सो श्री इति श्रै भवति गुण भूत्वा ए स्थाने अय् आदेशः अनन्तरम् अय इति अ इति विकरणप्रत्ययस्य भागः श्रयति इति सो यदा अय श्रूयते धातु तिङ् मध्ये यदा अय श्रूयते तत्र ध्यानेन तत् अस्माभिः द्रष्टव्यं भुवादिगणस्य वा चुरादिगणस्य वा सो तत्र तत्र सोपानानि गच्छेम चेत् तत्र तत्र क्लेशं न भवति अन्यथा तत्र अय केवलम् अय दृष्ट्वा एव तत्र निर्णयं न करणीयम् अस्तु भगिनि इदानीम् अवगतं वा धन्यवादः भगिनि धन्यवादः पूर्णिमा भगिनी इदानीम् अवगतम् आं भगिनि अवगतम्। आम् आम् तत्र तत्र द्रष्टव्यं गमिविषये कः वक्तुम् इच्छति? चेतन भगिनी अस्ति वा? आं भगिनि। आमां भगिनि कृपया करोतु। गमि क्रियापदं गमयति, धातु तिङ् मध्ये अ श्रूयते, गमि इगमन इ अन्ते इ श्रूयते, इ गुणस्य कारणेन ए भवति, ए योग अ ऐ भवति, अतः गमै प्लस् योग अ योगति गमयति। कस्मिन् गणे अस्ति? प्रथमः गणः भ्वादिगणः। तत्र सत्यं, परन्तु तत्र एकम् अन्यत् ये यत् किमपि भगिनिना उक्तं तत् ते सोपानानि तु साधु एव, परन्तु अत्र भिन्नः चिन्तनं तत् किम् इति अत्र पश्यामः। गमि इति यः अत्र दत्तम् अस्ति सः यदि वयं स्मरामः तत्र गम् इति धातु अस्ति, गमि इति नास्ति, सत्यं भगिनि? धातु अस्ति गम्, परन्तु अत्र किं दत्तमस्ति गमी। सो अत्र यः गमी धातु अस्ति सः औपदेशिक धातु न, इत्युक्ते पाणिनिधातुपाठे ये उपद्विसहस्रधातवः तत्र पाणिनिना स्थापिताः तत्र तु गम् धातु अस्ति, गकारः अकारः मकारः गम् इति धातु अस्ति, न तु गमी अस्ति। सो एतादृशः धातु पश्यामः चेत् प्रायशः औपदेशिकधातु न, इत्युक्ते तत्र किम् अस्ति चिन्तनं किम् अस्ति, तत्र अष्टाध्यायां तत्र सूत्रद्वारा एव तत्र संज्ञा भवति, इत्युक्ते तत्र धातुसंज्ञा सूत्रद्वयेन पाणिनिना दत्तम्। एकं सूत्रमस्ति भू आदयः धातवः, द्वितीयसूत्रमस्ति सनाद्यन्तः धातवः। भू आदयः धातवः यः प्रथम धातुसंज्ञक सूत्रमस्ति सः वदति भू इत्युक्ते भूसत्तायां वयं सर्वे जानीमः भू इति एकं भवादिगणस्य प्रथमधातुः अस्ति। सो ये द्वि उपद्विसहस्रधातवः पाणिनिधातुपाठे पाणिनिना स्थापिताः ते एव औपदेशिकधातवः। सो तेषां कृते यः धातुसंज्ञा यः सूत्रं करोति सः अस्ति भू आदयः धातवः, इत्युक्ते भू आदि धातवः ये धातुपाठे सन्ति ते एव औपदेशिकधातवः, तेषां संज्ञा अनेन सूत्रेण भवति। अनन्तरं ते तत्र एकम् अन्यत् सूत्रम् अस्ति सनाद्यन्तः धातवः, सः सूत्रम् अपि धातुसंज्ञा करोति, परन्तु कस्य विषये सः करोति? यस्य अन्ते सन् प्रत्ययः अस्ति, सन् आद्यन्तः धातुवः, सनादि यस्य अन्ते ते अपि धातुसंज्ञकः भवति अनेन सूत्रेण सनाद्यन्तः धातुवः। सन् इति यः प्रत्ययसमूहः अस्ति तस्मिन् द्वादश प्रत्ययाः तत्र पाणिनिना स्थापिताः। सो सन् इति एकं प्रत्ययः समूहः अस्ति, तस्मिन् सन् इति प्रथम प्रत्ययः, अतः तेषां नाम अस्ति सनादि प्रत्ययाः। सो यस्य अन्ते सनादिप्रत्ययः आयाति भवति तेषाम् अपि किं भवति धातुसंज्ञा भवति। इदानीं गमी यः अस्ति, गमी अत्र यः दृश्यते सः धातुः औपदेशिकधातुः न, तस्य धातुसंज्ञा सनाद्यन्तः धातुवः इति अनेन सूत्रेण भवति, इत्युक्ते अत्र गम् योग निच् अस्ति। निच् इत्युक्ते अत्र गम् वयं जानीमः गम् गच्छ भवति, गच्छति इति रूपं गम् इति धातुः भुवादिगणस्य धातुः परिचितधातुः तत्र गच्छ अ ति गम् बिकम्स् गच्छ तत्तु धातु आदेशः कथं गम् गच्छ भवति तत् भिन्नः विषयः परन्तु तत्र यदा गच्छ भवति गम् गच्छ भवति तत्र किं भवति गच्छ अ ति तत्र धातु तिङ् मध्ये अकारः श्रूयते अतः गम् इति धातुः मूले तु गम् इति धातुः भुवादिगणस्य धातुः परन्तु अत्र महोदयेन किं दत्तं गमी दत्तम् अत्र गम् न दत्तं गमी दत्तम् इत्युक्ते अत्र औपदेशिकधातु स्वरूपमहोदयेन न दत्तम् अत्र सनादिधातवः अत्र दत्तमस्ति वयं किं वदामः यदा प्रथमे तत्र किं प्रश्नः आयाति सन् इति ये द्वादशप्रत्ययाः तत्र व्याकरणशास्त्रे सन्ति ते कुत्र आयाति तेषां योगः कुत्र भवति तेषां योगः औपदेशिकधातुतः एव भवति इत्युक्ते मूले मूलधातुयोग सन् प्रत्ययः कुर्मः चेत् तत्र एकं नूतनं धातु अस्य निर्माणं भवति तस्य वयं किं वदामः तत्तु औपदेशिकधातु नास्ति तत् आतिदेशिकधातुः इत्युक्ते यत्र आतिदेशिकधातु अस्ति तत्र घनचिन्तनं न भवति सो यत्र मूलधातुयोग सन् प्रत्ययः कुर्मः द्वादश सन् प्रत्ययः कोऽपि अन्यतमः प्रत्ययः योजयामः चेत् तत्र एकं नूतनधातु निर्मीयते तस्य धातुसंज्ञा सनाद्यन्तः धातुवः इति सूत्रेण भवति यदा सः नूतनधातु सन् तस्य धातुसंज्ञा भवति तदा तस्य विषये घनचिन्तनं न भवति वी केन् मेक् लटिरूपं फ्रोम् द आतिदेशिक धातुः वी केन् एड् द कृदन्त टु द नूतनधातुः परन्तु तस्य तत्र घनचिन्तनं न भवति इत्युक्ते तत्र एकम् एव सोपानं यत् किमपि धातु भवेत् वेदर् द धातु बिलाङ्ग्स् टु भुवादिगणः आर् तुदादिगणः आर् अदादि जुहोत्यादि यत्किमपि तत्र औपदेशिकधातु अस्ति तस्य अनन्तरं यदि कोऽपि सन् प्रत्ययः सनादिप्रत्ययः आयाति अत्र तु निच् इति आयाति अत्र गम् योग निच् अस्ति निच् इत्युक्ते निच् अपि द्वादशसनादिप्रत्ययः अन्यतमः अस्ति इत्युक्ते वन् आफ् द सनादिप्रत्ययः इस् निच् अत्र निच् यः अस्ति सः प्रेरणार्थे अस्ति इत्युक्ते यः गमनक्रियाकरणस्य कृते प्रेरणा ददाति तस्य अर्थः अस्ति गमी सो निच् इति प्रत्ययः अत्र प्रेरणार्थे अस्ति मूले किं भवति गम् योग निच् अत्र किमर्थं गमी भवति तत् भिन्नविषयः अत्र अकारस्य गां किं न भवति निच् कारणेन परन्तु अत्र निच् प्रत्ययस्य यः अवशिष्टभागः सः ह्रस्व अकारः इत्युक्ते ह्रस्व अकारः अवशिष्टभागः सो वर्णमेलनेन अत्र गमी भवति गमी इति नूतनधातुः न तु औपदेशिकधातुः सो नूतनधातुविषये वयं अपि वयं किं कुर्मः तत्र लटीरूपं तत्र तस्य अपि लटीरूपं कर्तुं शक्यते सो गमी योग तिप् भवति यदा गमी योग तिप् भवति इदानीं गमी अपि धातुः अस्ति धातुः तिङ् पश्यति चेत् तत्र शप् विधानं भवति यत् किमपि धातुः भवेत् यदा सः आतिदेशिकधातुः भवति तत्र सर्वदा शप् एव मध्ये आयाति तत्र घनविकरणप्रत्ययः मध्ये न आयाति सो वेदर् द सा हा कम्स् हा योग निच् कुर्मः चेत् अनन्तरं तत्र तिप् आयाति तत्र अपि शप् इति विधानं भवति तथैव क्षिप् इति धातुः तुदादिगणस्य धातुः अत्रापि शिप् योग प्रेरणार्थे निच् कुर्मः चेत् नूतनधातु शिपि इति नूतनधातु भवति शेप् इति भवति अत्र तु उपधायाम् अस्ति अनन्तरं तत्र अपि शप् एव आगन्तुं शक्यते सो वाट् ऐ मीन् टु से देट् वेन् वी मेक् अ औपदेशिक आतिदेशिकधातुः आतिदेशिकधातुविषये घनचिन्तनं न भवति इति मुख्यम् अस्ति. सो घमि इति औपदेशिकधातु अस्ति, अतः अत्र घनचिन्तनं न करणीयम्. तथैव यदि पाठ पठ धातु, सः अपि पाठिति धातुः भुवादिगणस्य धातु. पाठिति धातुः निच् योजयामः चेत्, प्रेरणार्थे निच् कुर्मः चेत् सः किं भवति? पाठी भवति. सो पाठी यदि भवति सः आतिदेशिकधातुः. पाठी इति आतिदेशिकधातुः. सो आतिदेशिकधातुविषये घनचिन्तनं न करणीयं. तत्र तु सर्वदा टिप् लट् लकारे, लोट् लकारे, लङ् लकारे, विधिलिङ्ग् लकारे, शप् एव मध्ये आयाति इति मुख्यविषयः. कोऽपि प्रश्नः अस्ति चेत् कृपया पृच्छतु, भ्रमः अस्ति चेत् कृपया पृच्छतु. सो अत्र गमयति यः दृश्यते, अस्य विषये घनचिन्तनं न करणीयम् इति तु आतिदेशिकधातुः, न तु औपदेशिक उपदेशिकधातु नास्ति. इत्युक्ते पाणिनिधातुपाठे तु गम् दत्तम् अस्ति, अत्र गमि लिखितम् अस्ति. सो अत्र घनचिन्तनं न करणीयम्. अत्र गुणः अस्ति खलु, इ हेस् बिकम् ए. तत्रापि समानकार्यं भवति. यदा गमि योग शप् भवति, तत्रापि शप् सेज् इफ् देयर् इस् शप् किं पश्यति? अङ्गं किम्? शप् न पश्यति औपदेशिकधातु वा आतिदेशिकधातु वा. शप् ओन्लि सीस् देट् अङ्गं किम् अस्ति. यदि अङ्गे इकवर्णः अस्ति चेत् सः तत्र गुणः भवति. सोपानन् यत् वट् एवर् स्टेप्स् यू हेव् सेड् दो स्टेप्स् आर् ओके. शप् योगति एव भवति, परन्तु चिन्तनं भिन्नम्. अत्र भुवादि गम् इति मूले तु भुवादिगणस्य धातु. इदानीं गणचिन्तनं नास्ति. ई बिकम्स् ए, अनन्तरम् ए स्थाने ऐ आदेशः, अयादिसन्धि भूत्वा, अनन्तरं शप् प्रत्ययस्य अकारः, सो गमयति इति रूपम्. तत्तु सत्यं भगिनि, परन्तु अत्र गमि लिखितम् अस्ति. सो गमि विषये आतिदेशिकधातुविषये गणचिन्तनं न करणीयम्. अस्तु भगिनि, धन्यवादः. सोपानानि तु समानम् अस्ति. यथा औपदेशिकधातुविषये तत्र शप् आयाति, तत्र ये सोपानानि सन्ति ते अत्रापि भवति. कार्यं समानं, परन्तु तत्र चिन्तनं भिन्नम्. यथा वयं चुरादिगणे निच् प्रथमे कुर्मः, अनन्तरं तत्र निच् तु स्वार्थे अस्ति, प्रेरणार्थे नास्ति. इत्युक्ते तत्र धातुः यः धातु अर्थम् अस्ति, तस्य कोऽपि परिवर्तनम्, अर्थस्य परिवर्तनं न भवति. परन्तु यद् प्रेरणार्थे निच् आयाति, तत्र धातुः यः मूले तस्य अर्थः अस्ति, सः प्रेरणार्थे भवति, अर्थपरिवर्तनम् अपि भवति. यदा सन् प्रत्ययः योजयामः, सनादिप्रत्ययः योजयामः चेत् तत्र प्रत्येकप्रत्ययस्य अर्थः अस्ति. सो निच् इति प्रत्ययः प्रेरणार्थे अस्ति. सो तत्र अर्थ परिवर्तनं जायते. परन्तु चुरादिगणे निच् स्वार्थे अस्ति, इत्युक्ते केवलं धातुः पालनपोषणं तत्र करोति. इत्युक्ते ई अन्ते आयाति, अनन्तरं शपकारणेन तत्र इगन्तङ्गस्य तत्र गुणः भवति शपकारणेन. कार्यं समानं, परन्तु चिन्तनं भिन्नं. सो आतिदेशिकधातुविषये अन्ते इकार अस्ति चेत् तत्र कारणेन एतत्तु भवादिगणे एव खलु गमयति. वट् ऐ सेड् देट् गमि इति धातुः अस्य विषये गणचिन्तनं करणीयम्. अत्र किं गणं भगिनी तद् न करणीयं गणचिन्तनम्? इत्युक्ते गमि इति धातुः औपदेशिकधातु नास्ति. औपदेशिकधातु गम् अस्ति औपदेशिकधातु, तस्य विषये गणचिन्तनं करणीयं. परन्तु यदा गमि भवति तस्य विषये इति तु आतिदेशिकधातुः निष्प्रत्ययस्य कारणेन गमयति भवति. आम् आम् तत्र घनचिन्तनं न करणीयम् इत्युक्ते सनाद्यन्तः धातुवः यस्य सनाद्यन्तः धातुवः इति सूत्रेण धातुसंज्ञा भवति तस्य घनचिन्तनं न करणीयं. केवलं ये उपद्विसहस्रधातुवः पाणिनिधातुपाठे तत्र दत्ताः तेषां विषये एव घनचिन्तनं करणीयं. धातु कस्मिन् गणे अस्ति आतिदेशिकधातुविषये घनचिन्तनं न करणीयम् इत्युक्ते तत्र घनविकरणप्रत्ययः न आयति. शप् प्रबाद्य तत्र घनविकरणप्रत्ययः न आयति तत्र शप् एव तिष्ठति. यत् किमपि धातु भवेत् तत्र शप् एव तिष्ठति यदा तस्य परे कोऽपि सार्वधातुप्रत्ययः आयाति. सो तत्र बिकास् द तत्र श्नाश्नूष्णम् एतादृशः विकरणप्रत्ययः मध्ये न आयाति तत्र शप् एव तिष्ठति अतः तत्र गानचिन्तनं करणस्य आवश्यकता एव नास्ति. अस्तु भगिनि. अतः वयम् एतत् भवादिगणे चुरादिगणे न वक्तव्यं वा? आम् तत् न वक्तव्यं. किमर्थं चेत् अत्र आतिदेशिकधातु अस्ति आतिदेशिकधातु विषये तु गानचिन्तनम् एव न करणीयम्. अस्तु भगिनि. तदेव लेखनीयं वा यदि दीयते चेत् गमि गमयति न करणीयं निष्प्रत्ययस्य कारणेन केवलं लेखनीयम् आतिदेशिकधातुः गमि इति आतिदेशिकधातुः औपदेशिकधातुविषये एव गणचिन्तनम् आतिदेशिकधातुविषये तु गणचिन्तनं न करणीयम्. अस्तु. आदिदेशिका औपदेशिका इत्युक्ते किं भगिनि? आदिदेशिका इत्युक्ते किम् औपदेशिका इत्युक्ते? आम् औपदेशिक इत्युक्ते प्रथमे तु औपदेशिकविषये वदामः. औपदेशिक इत्युक्ते यत्किमपि पाणिनिमहर्षिणा उपदेशं कृतं ते औपदेशिकधातुवः. सो पाणिनिना ये तत्र सः महर्षि तत्र पाणिनिधातुपाठे तत्र किं वयं किं वदामः तत्र उपद्विसहस्रधातवः तत्र सन्ति पाणिनिधातुपाठे ते उपद्विसहस्रधातवः एव औपदेशिकधातवः. यदा वयम् औपदेशिकधातुतः सनादिप्रत्ययः योजयामः तत्र एकं नूतनधातु अस्माभिः निर्मितं. सो अस्माभिः यः सनादिप्रत्ययः योजनेन यः नूतनधातु निर्मीयते तस्य आतिदेशिक इति वदामः. अस्तु भगिनि धन्यवादः. मूलधातुयोगसन् आदिप्रत्ययः कुर्मः चेत् तत्रापि यः शब्दसमूहः तत्र भवति तस्य अपि धातुसंज्ञा भवति परन्तु सः धातुः औपदेशिकधातु न सः धातु आतिदेशिकधातु इति वदामः. सो आतिदेशिकधातुः सदा शप् प्रत्यय एव अस्ति. आम् धातुः आतिदेशिकधातुः परे सार्वधातुप्रत्ययः आयाति चेत् शप् विधानं शप् एव आयाति यत्किमपि धातु भवेत् अन्यत् न आयाति. न न तत्र शप् एव तिष्ठति. किमर्थं चेत् तत्र गणचिन्तनम् एव नास्ति. सो तत्र श्नाश्नूष्णम् एतादृशः तत्र विकरणप्रत्ययः मध्ये न आयाति तत्र शप् एव तिष्ठति. अस्तु भगिनि. अस्य विषये वयम् अग्रे अपि वारं वारं चिन्तनं कुर्मः अतः चिन्ता मास्तु. परन्तु अत्र गमि इति आसीत् अतः अहं वदामि. इदानीं प्रथम अध्यायस्य कृते कोऽपि पृष्टः अस्ति चेत् कृपया पृच्छतु अन्यथा वयं द्वितीयाध्याय तत् प्रति गच्छामः. अस्तु इदानीं एतत् विषयः वारं वारम् आयाति. सो चिन्ता मास्तु. इदानीम् एकं नूतन अध्यायस्य आरम्भं कुर्मः. तत्र यः शीर्षकम् अस्ति सः अस्ति अस्माकं मूलयन्त्राणि. अत्र न एकनिमिषः इति द्वितीय अध्यायस्य शीर्षकम् अस्ति अस्माकं मूलयन्त्राणि. सो अस्मिन् यः अध्याये तत्र मुख्यतया त्रीणि करपत्राणि सन्ति. प्रथम अस्ति माहेश्वराणि सूत्राणि, द्वितीयः पाणिनीयं सूत्रं कथं पठनीयं तस्य अन्तर्गतः एव निमित्तम् आयाति, तृतीय अस्ति इत् संख्याप्रकरणं. यदा वयं दृष्टवन्तः तत्र षकारस्य इत् भवति, अन्ते स्थितस्य हलवर्णस्य इत् भवति, तत्र सूत्रं किं केन सूत्रेण इत् संज्ञा करणीयम् इति सर्वम् अत्र तृतीयः करपत्रम् अस्ति तत्र दत्तमस्ति. सो प्रथमे तत्र आदौ अत्र क्रमेण एतानि करपत्राणि पठनीयम् अस्माभिः. सो अत्र लिखितम् अस्ति अस्मिन् पाठे मूलज्ञानं लभ्यते, माहेश्वराणि सूत्राणि कानि, सूत्रं कथं पठनीयम् इत् संज्ञाप्रकरणं च, इतः अग्रे गमनार्थम् इदं ज्ञानम् अत्यावश्यकम्, अतः अधः सूचिताः त्रयः अध्यायाः अवश्यं पठनीया. क्रमेण त्रयः पाठः पठ्यन्ताम्. सो अत्र यः द्वितीय अध्याये अस्ति तत्र किञ्चित् मूलज्ञानम् अत्र अस्ति. मूलम् इत्युक्ते मूलव्याकरणे मूल वदामः चेत् अति आवश्यकम्, इम्पार्टेण्ट्. सो इम्पार्टेण्ट् किम् अस्ति, तत्र क्रमेण करपत्राणि पठनीयम्, अपि च तत्र माहेश्वरसूत्राणि कानि, पाणिनीयसूत्रं कथं पठनीयम् इत्युक्ते वयं जानीमः अत्र वयं सर्वे मिलित्वा अष्टाध्यायीग्रन्थस्य अध्ययनम् अस्माभिः करणीयं. सो तत्र सूत्राणि एव तत्र सन्ति, तत्र पाणिनिधातु पाणिनि अष्टाध्यायां तत्र चतुर्सहस्रसूत्राणि तत्र पाणिनिना दत्तं. सो तत्र ते सूत्राणि कथं तेषां ज्ञानं कथं प्राप्तम् इति तत्र विधिः अस्ति, इत्युक्ते तत्र नियमः, सूत्रं कथं पठनीयं तस्य विषये द्वितीयकरपत्रम् अस्ति. परन्तु तस्य पूर्वे माहेश्वराणि सूत्राणि कानि इति अस्माभिः ज्ञातव्यम्. सो एतत् सर्वम् इम्पार्टेण्ट् अस्ति, अति आवश्यकम् अस्ति. किमर्थं चेत् अग्रे वयं सूत्राधारेण एव पाठं पठ्यामः. सो तत्र माहेश्वरसूत्रस्य प्रयोजनं किं, सूत्रं कथं पठनीयम् इति बहु आवश्यकम् अस्ति. So, let us go to the first karpatram, that is Maheshwarani Sutrani. Vayam jani maha tatra kinchit Maheshwar Sutra se vishaye kinchit aham vaktum ichhami. Tatra kim asti Maheshwarani Sutrani, Maheshwarani Sutrani tukte तत्र महेश्वरात् आगतानि सूत्राणि इति माहेश्वराणि सूत्राणि इत्युक्ते महेश्वरतः ये सूत्राणि आगतानि ते एव माहेश्वराणि सूत्राणि. सो कथं महेश्वरतः आगतानि इत्युक्ते तत्र एकं व्याकरणशास्त्रे तत्र संस्कृतभाषायाम् एकं श्लोकमस्ति तत्र किमस्ति, नृतावसाने नटराजराजो ननादढक्कां नवपञ्चवारम् उद्धृत्कामः सनकादिसिद्धान् एतद् विमर्श्य शिवसूत्रजालम् इत्युक्ते शिवसूत्राणि अपि एकम् अन्यत् नाम अस्ति महेश्वराणि सूत्राणि. सो यदा नटराजः किं नृतावसाने एट् द एण्ड् आफ् द कास्मिक् डान्स् वट् हि डिड् इस् सः किं कृतवान्, सः ढक्कां ननादः इत्युक्ते द डमरु विच् इस् इन् द हेण्ड्स् आफ् माहेश्वर, ढकां ननादः नवपञ्चवारम् इत्युक्ते नवयोगपञ्च कुर्मः चेत् 14, 9+5 इस् 14, कतिवारं नवपञ्चवारम्. So, he played the damaru navapanchavaram at the end of the cosmic dance. Kimartham? Sanakadi Siddhan. सनकादि ये तत्र ऋषयः तत्र महर्षयः सन्ति तेषां कृते सः किं कृतवान् डमरु डकां नवपञ्चवारं सः ननादं कृतवान् एतत् विमर्श शिवसूत्रजालं सो वी गाट् दि शिवसूत्राणि माहेश्वराणि सूत्राणि बिकास् आफ् देट् एक्ट् आफ् द शिवः सो अत्र वदामः चेत् अत्र चतुर्दश सूत्राणि तत्र माहेश्वराणि सूत्राणि चतुर्दश सूत्राणि इत्युक्ते 9 + 5 = 14 we have the 14 sutras over here so etasya avashyakta kim asti atra kim asti atra yah asmabhi asmakam parichitam varnamala asti sanskrit varnamala tatra kim asti a a i i u u ru ru lu a i o au am ah prathme aado tatra तत्र स्वर सर्वे स्वराः तत्र वर्णमालायां दत्तम् अनन्तरं तत्र अम् अह अपि च जीवामूल्य अपि च उपधमानीयः एते चत्वारि अयोग्यवाः वर्णाः तत्र अपि सन्ति अनन्तरं व्यञ्जनानि वर्गीयव्यञ्जनानि अनन्तरम् अन्तस्थव्यञ्जनः एट् द एण्ड् वी हेव् द उष्मान् व्यञ्जनः पिपिटि दृश्यते वा आं भगिनि आम् अत्र दृश्यतु एतत् यः स्लैड् अस्ति अत्र तु वर्णमालायाः यः अस्माकं परिचितं तत्र यः क्रमः अस्ति सः एव दत्तमस्ति आदौ सर्वाणि स्वराः अनन्तरम् अयोग्यवाहः अनन्तरं व्यञ्जनानि अन्ते उष्मानव्यञ्जनः तस्य परे तस्य प्राक् अन्तस्थव्यञ्जनानि तस्य पूर्वे तत्र वर्गीयव्यञ्जनानि सो तत्र ये तत्र वर्णाः तत्र वर्णमालायां सन्ति महेश्वरसूत्रे ते एव वर्णाः परन्तु तत्र क्रमः भिन्नम् अस्ति इत्युक्ते आयोजनं भिन्नम् अत्र यः आयोजनम् अस्ति सः उच्चारणस्थानस्य आधारेण इत्युक्ते क ख ग ग न वदामः चेत् एते सर्वे कवर्गीयव्यञ्जनानि अत्र वयं जानीमः कण्ठ तेषाम् उच्चारणं तेषां यः उच्चारणस्थानम् अस्ति सः कण्ठः अस्ति अनन्तरं च छ ज ज ञ एते सर्वे चवर्गीयव्यञ्जनः ये व्यञ्जनानि ये सन्ति तेषाम् उच्चारणस्थानं तालु अस्ति अनन्तरं ट ठ ड ड न सो टु इति वदामः टु वदामः चेत् व्याकरणशास्त्रे टकारस्य सह यः उकारः श्रूयते यदि तत्र टु इति सूत्रे दत्तम् अस्ति इत्युक्ते तस्य अर्थः अस्ति टवर्गीयपञ्चवर्णाः ट ठ ड ड न टु इति कथनेन सर्वे पञ्चवर्णाः टवर्गीय पञ्चवर्णाः तथैव कु वदामः चेत् सूत्रे यदि कु आयाति तस्य अर्थः अस्ति कवर्गीयपञ्चवर्णाः क ख ग घ ण सो अत्र यः आयोजनम् अस्ति सः उच्चारणस्थानस्य आधारेण तत्र कृतं तथैव त थ द ध न त थ द द न सर्वे वयं जानीमः टवर्गीयमूर्धन्य एते सर्वे मूर्धायाः येषाम् उच्चारणं भवति ते सर्वे टवर्गीयव्यञ्जनः टवर्गीयव्यञ्जनानि दन्त्यव्यञ्जनः इत्युक्ते तेषाम् उच्चारणं दन्त्य जीवा दन्तं तत्र टच् करोति अतः ते सर्वे दन्त्यव्यञ्जनः इति अपि वयं वदामः प फ ब भ म एते सर्वे ओष्ठव्यञ्जनानि सो अत्र यः आयोजनम् अस्ति सः उच्चारणस्थानस्य आधारेण एव तत्र दत्तम् अस्ति आदौ कण्ठवर्णः अनन्तरं तालुवर्णः तस्य अनन्तरं मूर्धावर्णः अनन्तरं दन्त्यवर्णः अनन्तरं ओष्ठवर्णः सो इट् गोस् इन् द आर्डर् कण्ठ तालु मूर्धा दन्त्य ओष्ठ अनन्तरं य र ल व एते स्वरजन्यव्यञ्जनः इत्युक्ते इन् इङ्ग्लिश् आल्सो वी से सेमि वावल्स्. सेमि वावल्स् इत्युक्ते दे आर् हाफ् वावल्स्. किमर्थं हाफ् वावल्स् इत्युक्ते ते स्वरजन्यव्यञ्जनः इत्युक्ते ई योग अ कुर्मः चेत् इय अत्र य इति ध्वनिः श्रूयते, परन्तु अत्र अर्धस्पर्शः भवति. स्वरविषये तु जीवा कुत्रापि स्पर्शनं न करोति, स्वयं राजते इति स्वराः इत्युक्ते तत्र स्वर उच्चारणे तत्र कोऽपि अवयवस्य मुखस्य अवयवस्य आवश्यकता एव नास्ति. सो इण्डिपेण्डेण्ट् सौण्ड्स् आर् वावल्स्, स्वराः इति स्वयं राजते, स्वयं प्रकाशमान ध्वनीयः स्वराः इति वदामः. सो अ आ इ ई उ ऋ रु लु लु ए ऐ ओ औ. जीवा कुत्रापि स्पर्शनं न करोति, केवलम् अ आ वयं किं वदामः, अकुह विसर्जनीयकण्ठः, अ कु एण्ड् ह एण्ड् विसर्गः, एते सर्वे वर्णाः कण्ठवर्णः इति वदामः. परन्तु अत्र तु स्पर्शनं न भवति, स्वयं राजते. अ आ इति ये ध्वनिः तत्र ध्वनिः अस्ति, अकारस्य ध्वनिः, सः तु कण्ठध्वनिः. परन्तु अत्र वायुकण्ठस्य स्पर्शनं करोति, न तु जीवा. परन्तु क ख घ घ न अपि च ह वदामः चेत् तत्र जीवाकण्ठस्य स्पर्शनं करोति, तु स्पृश्व्यञ्जनः. अत्र तु स्पर्शनं नास्ति इत्युक्ते जीवा स्पर्शनं न करोति, अत्र वायुः कण्ठस्य स्पर्शनं करोति, अनन्तरं बहिः आगच्छति. सो वी हियर् द सौण्ड् आफ् अकारः. सो स्वयं राजते इति स्वराः इत्युक्ते अत्र कोऽपि स्पर्शनं एतेषाम् उच्चारणे तत्र कोऽपि अवयवः स्पर्शनं न करोति, केवलं वायुः कण्ठस्य स्पर्शनं करोति. ईचु यशानां तालुः, ई चु चु इति कथनेन च छ ज ज ञ. ईचु यशानां य श ई इ ई चु य श, एते सर्वे तालुव्यञ्जनानि. परन्तु अत्र जीवास्पर्शनं न करोति, इ उच्चारणे जीवास्पर्शनं न करोति. वायु टच् इस् द तालु पार्ट् आफ् द मुखः. जीवा अत्र जीवा टच् करोति, अत्र जीवास्पर्शनं करोति तालु स्थाने. तथैव यकारे, यकारे अर्धस्पर्शनं भवति इत्युक्ते इट् हार्ड्लि टच् इस् द तालु इन् द यकारस्य उच्चारणे. शकारः तु कर्कशव्यञ्जनः, अत्र तु जीवस्पर्शनं करोति. लेट् मी फस्ट् आस्क् वट् ऐ एम् सेविङ्ग् इस् देट् स्पष्टम् आर् ऐ थिङ्क् ऐ हेव् सम् प्राब्लम् इन् स्पीकिङ्ग्. तत् स्पष्टं वा, यत् किमपि मया उक्ता तत् स्पष्टं वा? स्पष्टम्. अस्तु. सो तथैव उ विषये यः वायुः अस्ति सः स्पर्शनं करोति. कुत्र करोति? उ इति ओष्ठवर्णः, ओष्ठस्य स्पर्शनं भवति उ उच्चारणे. परन्तु प फ ब भ म कुर्मः वदामः चेत् तत्र यदि वयं प्राक्टिस् कुर्मः चेत् प फ तत्र ओष्ठस्य तत्र स्पर्शनं भवति. The two, these lips touch each other, then only we can speak pa, pha, ba, ba, ma. Anyatha, vayam, tasya ucharanam na kartum shakyate. Parantu, yadi asti tatra kevalam shape iti bhavati, api cha vayu tasya oshthasya sparshnam karoti. Tathev ru, ru. Ru, ru vishaye api kevalam vayu murdha sthane ru iti murdha varnaha. Yatha ta, tha, da, da, na. तत्र तु जीवा स्पर्श मूर्धास्थाने स्पर्शनं करोति, परन्तु रु विषये वायुस्पर्शनं करोति न तु जीवस्पर्शनं करोति. सो अस्पृष्ट ये तत्र वर्णाः तत्र वर्णमालायां ते स्वराः अस्पृष्ट तत्र कोऽपि जीवस्पर्शनं न भवति. सो इदानीम् अन्तस्थविषये अन्तस्थविषये य र ल व सेमि वावल् अस्ति अर्धस्पर्शनं भवति इत्युक्ते जीव हार्ड्लि टचस् दट् स्थानम् एण्ड् दीस् आर् काल्ड् सेमि वावल्स् बिकास् सि इय तथैव र र इति यः र इति यः सेमि वावल् अस्ति अन्तस्थव्यञ्जनमस्ति रुयोग अ कुर्मः चेत् तत्र र इति ध्वनिः श्रूयते. तथैव लु लु इति यः स्वरः अस्ति लुयोग अ कुर्मः चेत् तत्र ल इति तत्र ध्वनिः श्रूयते. व विषये तत्र व विषये किम् अस्ति इ उ व व व विषये तत्र ए स्थाने ओ तत्र ओ यः अस्ति ओ अ व न ऐ विल् चेक् दिस् व. सो दीस् आर् अन्तस्थव्यञ्जनः इति सेमि वावल् इति अपि उच्यते अन्तस्थाः. अन्तस्थाः इति नामकरणं किमर्थम् अस्ति अत् वर्गीयव्यञ्जनः अपि च उष्मान् मध्ये ये स्थापिताः ते अन्तस्थः अन्तस्थ इत्युक्ते इन् बिट्वीन् इन् बिट्वीन् स्पर्शव्यञ्जनः तत्र किं पाणि तत्र किं क्रमः अस्ति अन्तस्थाः. तत्र एकं भिन्नचिन्तनम् अपि अस्ति तत्र एतेषाम् उच्चारणे य र ल व यदि वयं य र ल व वायुः बहिः तत्र बहिः इति अधिकं न आयाति. वेन् वि स्पीक् य र ल व इट् लुक्स् लैक् एस् द सौण्ड् ईस् इन् द मौथ् ओन्ली. सो देट् चिन्तनम् अपि अस्ति इत्युक्ते अन्तस्थः इत्युक्ते दे द सौण्ड् रिमेन्स् इन् द मौथ् ओन्ली वेन् वि वैल् वि डू द उच्चारणम् आफ् य र ल व. सो तत्रापि किं भवति तत्र अतः तस्य नामः अन्तस्थाः. परन्तु यः प्रायशः वयं किं वदामः वर्गीयव्यञ्जनः अपि च उष्मान् मध्ये ये स्थापिताः ये वर्णाः स्थापिताः वर्णमालायां ते अन्तस्थाः इत्युक्ते ते अन्तस्थव्यञ्जनः. उष्मानः वदामः चेत् उष्मानः इत्युक्ते शश सः एते उच्चारणे श वदामः चेत् तत्र उष्मवायुः बहिः आगच्छति. इफ् वि पुट् ए हेण्ड् एट् द माौत् एण्ड् स्पीक् श श स ह वि केन् फील् द वार्म्नेस् आफ् द एयर्. सो देट् इस् वै दीस् आर् काल्ड् उष्मानव्यञ्जनानि. सो श श स ह उच्चारणे तत्र उष्मवायुः बहिः आगच्छति अतः तेषां नामः अस्ति उष्मानः उष्मानव्यञ्जनाः. सो एतादृशः क्रमः वयं जानीमः अत्र तु अस्माकं परिचितं क्रमः इत्युक्ते आयोजनम् अस्ति. अयोगवाह विषये किम् अत्र अस्ति वि से इन् इङ्ग्लिश् फोनेटिक् एलिमेण्ट्स् परन्तु अयोगिवाहः अपि वर्णाः यथा अ इति एकं वर्णः अस्ति क इति एकं वर्णः अस्ति तथैव अम् अह उपद जीवामूल्य क अपि च उपदमान्य प ते अपि वर्णाः. अत्र अम् इति यः अनुस्वारस्य यः चिह्नम् अस्ति उपरि एकं बिन्दुः अस्ति लघुबिन्दुम् अस्ति तस्य यः उच्चारणम् अस्ति सः अम् इति वदामः चेत् तस्य विषये तु बहु चिन्तनम् अस्ति. परन्तु एतत् अपि वर्णाः वर्णमालायाम् एतस्य अपि वर्णसंज्ञा अस्ति विसर्गस्य अपि वर्णसंज्ञा अस्ति. जीवामूली वदामः चेत् जीवामूली इत्युक्ते विसर्गस्य परिवर्तनं जीवामूली इति भवति. कदा भवति यदा विसर्गः विसर्गस्य परे ककारः अपि च खकारः आयाति. सो वयं जानीमः विसर्गस्य परे ककारः खकारः आयाति चेत् तत्र विकल्पेन तत्र किं भवति विसर्गः अस्माकम् इच्छा अस्ति चेत् विसर्गः एव तत्र तिष्ठति, अन्यथा तत्र विसर्गस्य परिवर्तनं जीवामूली इति भवति. सो जीवामूली इति यः अस्ति, जीवायाः मूलस्य यस्य उच्चारणं सः जीवामूली. सो अत्र अर्धविसर्ग उच्चारणं भवति, जीवामूली यः उच्चारणम् अस्ति सः अर्धविसर्गः. सो रामः खादति, रामः यः विसर्गः अस्ति अन्ते, पदस्य अन्ते यः विसर्गः, तस्य जीवामूली इति परिवर्तनं विकल्पेन भवति. इत्युक्ते तत्र तादृशसूत्रम् अस्ति. अस्माकम् इच्छा अस्ति चेत् वी केन् पुट् विसर्गः ओन्ली ओवर् दियर् आर् वी केन् पुट् ए जीवामूली ओवर् दियर् दिस् चिह्नम्. संस्कृतभाषायां यः जीवामूली अपि च उपदमान्यस्य चिह्नम् अस्ति सः वर्णस्य पूर्वे आयाति. चिह्नं तु समानम् अस्ति, वेदर् इट् इस् उपदमान्यः और् जीवामूली, चिह्नं समानं. परन्तु वयं कथम् एतस्य हौ वी केन् रिकग्नैस् वेदर् इट् इस् बिफोर् क ख आर् प फ. इफ् इट् इस् बिफोर् प एण्ड् फकारः देन् उपदमानीय, इफ् इट् इस् बिफोर् ककारः एण्ड् खकारः देन् इट् इस् जीवामूली. सो एते अपि वर्णाः एव अयोग्यवाः. अयोग्यवाहः इति किमर्थम् एतादृशनामकरणम्? अयोग्यवाहः, वाहः इत्युक्ते वदामः चेत् तत्र वाहः इत्युक्ते भाषायाम् एतेषां वर्णानाम् उपयोगः अस्ति. वाहः इत्युक्ते भाषायाम् उपयोगः अस्ति. अयोगी इत्युक्ते एते चत्वारि वर्णाः न तु स्वरः न व्यञ्जनानि. सो अयोगः. एकम् अन्यत् चिन्तनम् अस्ति, अनुस्वरविसर्ग जीवामूल्य अपि च उपदमान्य महेश्वरसूत्रे तेषां तत्र ते न दत्तम्. एते वर्णाः तत्र न दत्तम् अस्ति. तत्र स्वराः तत्र सन्ति, अपि च व्यञ्जनानि तत्र महेश्वराणि सूत्राणि तत्र एते वर्णाः अयोग्यवाहः, अतः एतादृशनामकरणम्. इत्युक्ते महेश्वरसूत्रे एतेषां तत्र उपयोगः नास्ति, एतेषाम् उपयोगः न वदामः, एतेषां तत्र प्रयोगः न दृश्यते, अतः तत्र किं भवति अयोग्यवाहः. परन्तु एकम् अन्यत् चिन्तनम् अस्ति, एते चत्वारि वर्णाः न तु स्वराः न व्यञ्जनानि, अतः अयोगः. परन्तु वाहः अस्ति इत्युक्ते तेषाम् उपयोगः भाषायाम् अस्ति. वी यूस् द विसर्गः, वी यूस् द अनुस्वरः. उपदमानी जीवमाली तु तत्र प्रयोगः नास्ति, परन्तु वेदे अस्ति. अपि च ये पूर्वे ये ग्रन्थाः तत्र भाषायां तत्र सन्ति, तत्रापि एते वर्णानाम् उपयोगः दृश्यते. परन्तु इदानीं लौकिकव्यवहारे एतेषां वर्णानाम् उपयोगः न दृश्यते. परन्तु अनुस्वारस्य प्रयोगः तु दृश्यते, विसर्गस्य अपि प्रयोगः अस्ति, अतः वाहः इति तु यः अस्माकं परिचितं वर्णमाला अस्ति. इदानीं यः महेश्वरसूत्रे ये वर्णमाला, ये आयोजनं, वर्णानाम् आयोजनम् अस्ति, तत् भिन्नम् अस्ति. इत्युक्ते अत्र ते वर्णा, ये वर्णाः वर्णमालायां तत्र सन्ति, ते वर्णाः अत्रापि तत्र चतुर्दश प्रत्याहारे ते वर्णाः एव तत्र दत्तं, परन्तु आयोजनं भिन्नम् अस्ति. इत्युक्ते अत्रापि आदौ स्वराः तत्र सन्ति, परन्तु अत्र दृश्यतु पञ्चम यः सूत्रम् अस्ति हयवरट्. हयवरट् इत्युक्ते अन्तस्थ अपि च लन्. अत्र अन्तस्थव्यञ्जनानि स्वरस्य अनन्तरम् एव दत्तं. वर्णमालायां तु अन्ते एते वर्णाः तत्र दत्तं. सो वयं किं वदामः, अत्र केवलम् आयोजनं भिन्नम् अस्ति, वर्णाः तु ते एव. वर्णमालायां ये वर्णाः, वर्णः तु ते एव, वर्णाः तु ते एव, परन्तु आयोजनं भिन्नम् अस्ति. सो तत् आयोजनं किम्, किमर्थम् एतादृश आयोजनम् इति वयं अस्मिन् करपत्रे तत्र पठिष्यामः। अस्तु, कः पठितुम् इच्छति, कः प्रारम्भं करोति? कोऽपि प्रश्नः अस्ति चेत् पृच्छतु। आम्, शोभना भगिनी कृपया पठतु। ये माहेश्वरसूत्राणां प्रसङ्गे न जानन्ति सर्वप्रथमं भीतिः मास्तु, अस्मिन् सारल्यम् अस्ति अपि च सौन्दर्यम्। अधुना यत् अधः लिखितम् अस्ति तत् पठित्वा यावत् शक्यम् अवगच्छन्तु, अग्रे गत्वा पाठेषु एषां सूत्राणां महत्त्वं प्रकटं भविष्यति। इमानि चतुर्दश माहेश्वराणि सूत्राणि। किञ्चित् वदतु, किं लिखितमस्ति अत्र? अत्र तु वयं माहेश्वरसूत्राणां न जानन्ति, किन्तु भीति मास्तु, सरलम् अस् किमपि भीति मास्तु इति सरलम् अस्ति, अपि वा सौन्दर्यम् अपि अस्ति। अधुना यत् अधः लिखितम् अस्ति तत् पठित्वा यावत् शक्यम् अवगच्छन्तु, अधुना यत् अधः लिखितम् अस्ति तत् पठित्वा यावत् शक्यम् अवगच्छन्तु। I don't know that one right now. अतः यत् अधः इत्युक्ते अत्र ये अ इ उन् रि लुक् यत् अपि अधभागे बिलो वट् एवर् इस् रिटन् ओवर् बिलो यावत् यावत् शक्यम् अवगच्छन्तु, वट् एवर् यु केन् अण्डर्स्टाण्ड्, ओके देट् यु अण्डर्स्टाण्ड् देट् ओन्लि। अच्छा अच्छा, अग्रे गत्वा पाठे अग्रे गत्वा अग्रे गत्वा वयं कालेन आगच्छति। अत्र ये अत्र यः आयोजनम् अस्ति, अग्रे गत्वा एव वयम् एतस्य तत्र महत्त्वं किम् अस्ति इति तत्र प्रकटं भविष्यति। इत्युक्ते यदा वयं सूत्र आधारेण तत्र पाठं कुर्मः चेत् तत्र एव वयम् अवगन्तुं शक्यते ओ प्रत्याहारस्य आवश्यकता किमर्थम् अस्ति इति तस्य महत्त्वं प्रकटं भविष्यति, प्रकटं भवति इत्युक्ते। अत्र भगिनी उच्चारणं जानाति वा? आम् कृपया करोतु। ऐयोन् रुलक् एयोन् ऐ औच् हयवरत् लण् यमङ्गणनं झभै घडदश् झबघडदश् खफ छठ थ चट तव कपै शर् हल्। तथैव अस्ति, धन्यवादः। एकवारम् अहमपि प्रयत्नं करोमि। अकारः अस्ति अ इ उन् रि लुक्, अत्र लु लु अस्ति, इट् शुड् नाट् टच्, एक्चुलि मोस्ट् आफ् द पीपुल्स् लृ लृ, यदा वयं लृ कुर्मः चेत् तत्र स्पर्शनं भवति, सो लु इति स्वरः अस्ति। अत्र द जीव शुड् नाट् टच् एनि अवयवः आफ् द माौत्, ओन्ली द इयर् शुड् कम् औट्। सो रु लुक् ए ओङ् अयौच् हयवरट् लण् यमगणनं जभाय घडदश् जबगडदश् खफ छठथ वि शुड् ब्रेक् इट् हियर् खफ छठथ चटतौ कपाय शशसर् हल् इति उच्चारणम्। सो अत्र क्रमः आवश्यकम् अपि च उच्चारणम् आवश्यकम्, we should remember these 14 in this krama only, then only we can make the pratyahara. If we don't remember the krama, then we cannot make the pratyahara. Because see, atra maheshwarani sutrani etasya anya namaha asti pratyahara. So pratyahara vadamaha chet ekam paribhashik shabdah vyakaran shastre, technical word in the vyakaran shastra. Pratyahara vadamaha chet varnanam samuha iti. Varnanam pratyekam yaha atra sutram asti. We have 14 sutras over here. These are called sutras. Together ahatya sutrani, chaturdash sutrani. Each sutra looks like a sentence. Iti atra adobhage kutrachit likhitam asti. Each sutra is like a sentence. Vakyam iva drishyate a e un full stop. Reluk a ong full stop. I ouch full stop. Haya varata. So ahatya militva atra chaturdash sutrani tatra santi. The kramaha is important and the order is important. Anya kopi patitum ichativa swayam agre agachatu etasya ucharanam apicha kramaha avashyakam asti. We need to remember this in this order only, then only we can make the pratyahara. Aam kripya patatu a e un rel livog I ouch haya varat lang yamangananam jabhang gadadash jabagadadash kapha chatata chatatav kapai heshasar hal. Haam, dhanyavadah. Anya kopi vaktum ichyati va patitum ichyati va? Aham patami bhagini. Aam patatu. I won reluk a om I out however learn nyamangananam jaman gadadash jabagadadash kapa chatata chatatav kapai shasar hal iti maheshrani sutrani. Dhanyavadah. Sarvehi etat sarvam avagatam apicha etasya ucharanam करणीयं सर्वैः. अत्र एव लिखितमस्ति उपरि चतुर्दश वाक्यानि लिखितानि. प्रत्येकं वाक्यम् एकं सूत्रं. प्रत्येकं वाक्यम् एकं सूत्रं. सो वी हेव् आहत्य वी हेव् चतुर्दश सूत्राणि अत्र सन्ति. सर्वे वर्णमालायां जानीयुः. अत्र वर्णमालायाः नूतन आयोजनम् इति चिन्तयतु. मया किम् उक्तम्? अत्र केवलम् आयोजनं भिन्नम् अस्ति. वर्णाः तु ते एव. आयोजनस्य आधारः प्रत्याहारः. इत्युक्ते अत्र प्रत्याहारः, अत्र बोल्ड् मध्ये अत्र लिखितम् अस्ति. प्रत्याहारः इत्युक्ते इदानीं प्रश्नः अस्ति, प्रत्याहार इत्युक्ते किम्? ऐ सेड् प्रत्याहार इस् अ टेक्निकल् वर्ड् इन् व्याकरणशास्त्रे. प्रत्याहारस्य सरल अर्थम् अस्ति वर्णानां समूह. इत्युक्ते प्रत्येकस्मिन् वाक्ये, प्रत्येकस्मिन् सूत्रे तत्र वर्णानां समूहः अस्ति. कुत्रचित् द्वौ वर्णाः समूहः, कुत्रचित् अधिकवर्णानां समूहः. सो प्रत्याहार वदामः चेत् वर्णानां समूहः. एतत् सरल तत्र डेफिनिशन् अस्ति. सो इति प्रत्याहारस्य प्रयोजनं किम् इति अग्रे अपि दत्तमस्ति इति वयं पठामः. अत्र प्रथमे अत्र दृश्यतु वर्णमालायाम् अस्ति अ आ इ ई उ ऋ रु लु. सो अत्र आ न दृश्यते, अत्र ई दीर्घ इकारः न दृश्यते. भाषायां तु प्रयोगः अस्ति, ऊ न दृश्यते. सो किमर्थम् अत्र दीर्घस्वरः न दृश्यते? वर्णमालायां तु तत्र वयं तस्य उच्चारणं कुर्मः, परन्तु अत्र न दृश्यते. सो अत्र चिन्तनं किम् अस्ति? अत्र यः अ अस्ति, अकारः अस्ति, कण्ठवर्णः अस्ति, स्वरः अस्ति, आदिमस्वरः, सः अष्टादश अकारस्य प्रतिनिधिः अस्ति. So this akarah represents the 18 types of akarah in vyakaran shastre. Tatheva e iti asti ashtadash ikaranam pratinidhi. Ukarah api ashtadash ukaranam pratinidhi. So what does this mean? There are 18 types of akar dvanya in vyakaran shastra. तथैव ई विषये उ विषये अपि च लू विषये. सो दीस् फोर् स्वराज् हेव् 18 टैप्स् आफ् ध्वन्यास् फार् ईच् आफ् दीस् स्वरः. लू ए ओ ऐ औ एते पञ्च स्वराः. एते विषये अष्टादश प्रभेदाः न सन्ति. एते विषये केवलं द्वादश प्रभेदाः तत्र सन्ति भाषायाम् इति. इदानीं प्रश्नः आयाति, वट् टैप् आफ् 18 एण्ड् 12 साउण्ड्स् आर् दियर् इन् व्याकरणशास्त्रः. इदानीम् अस्तु, ऐ थिङ्क् ऐ हेव् प्रिपेर्ड् वन् स्लैड्. आम्, व विषये तत्र I got confused with va vishaye. Tatra u plus a becomes va. We call these ya, va, ra, la as swar janya vyanjana. They are vyanjanas but they are born from the swaras. Swar janya vyanjana, semi vowels. So va vishaye tatra kim asti u a vadamah che tatra va iti dhani shruyate. इदानीम् अत्र दृश्यतु, स्लैड् दृश्यते वा? अत्र दृश्यते. एतत् स्लैड् स्वरविषये अस्ति. किमर्थं तत्र अकारस्य अष्टादश प्रभेदः, इकारस्य अपि अष्टादश प्रभेदः, उकारस्य अपि च ऋकारस्य, रु इति स्वरस्य, एते चत्वारि स्वराः तेषां प्रभेदः अष्टादश. 18 टैप्स् आफ् स्वराज्. इदानीम् अकारविषये अत्र पश्यामः. तत्र किम् अस्ति, वयं जानीमः अ अपि च आ. अ इति ह्रस्वस्वरः, आ इति दीर्घस्वरः, परन्तु ह्रस्वदीर्घः पलुतः. एतादृशप्रभेदः, तस्य आधारः कः? उच्चारणकालः इत्युक्ते उच्चारणसमयः. कालः इत्युक्ते समयः. सो यस्य उच्चारणकालः एकमात्रा अस्ति सः ह्रस्वस्वरः. उच्चारणकालस्य अन्यनाम अस्ति मात्रा अपि उच्यते. सो यस्य स्वरस्य एकमात्रा उच्चारणकालः सः ह्रस्वस्वरः. यथा अ एकमात्रा इन् मात्रा इत्युक्ते सेकेण्ड् नास्ति, तत्र भिन्नपरिमाणम् अस्ति. सो एकमात्रा कालः यस्य स्वरस्य उच्चारणं सः ह्रस्वस्वरः. आ किञ्चित् दीर्घम् अस्ति. अ योग अ कुर्मः चेत् दीर्घ. द्विमात्रा काल यस्य स्वरस्य उच्चारणं सः दीर्घस्वरः. त्रि अपि च त्रीणि अधिक मात्राकाल यस्य उच्चारणं सः प्लुत् स्वरः. सो अ आ किञ्चित् दीर्घम् अस्ति, प्लुत् स्वरः. सो ह्रस्व दीर्घ प्लुत्. एतादृशप्रभेदः, स्वराणां यः प्रभेदः अस्ति सः, तस्य आधारः कः? उच्चारणकालः. इत्युक्ते हौ लाङ्ग् वि स्पीक् vowel, depending on that in Sanskrit Vashayam we have this rasva swarah, dirgha swarah, apicha plut swarah. Anantaram yaha rasva akarah, idanim rasva akarah asti, saha kim bhavati? Udhat api asti, rasva udhat swarah api asti, rasva anudhat api asti, rasva swaritah api asti. उदात् इदानीम् उदात् इत्युक्ते किम्? उदात् इत्युक्ते उच्चेः उदातः. उच्चेः उदातः इत्युक्ते अत्र स्वरः, स्वरस्य विषये उदात् अनुदात् स्वरित् इति चिन्तनं भवति. व्यञ्जनस्य विषये उदात् अनुदात् स्वरितः ह्रस्व दीर्घ प्लुत इति चिन्तनं न, केवलं स्वराणां विषये एव उदात् अनुदात् एतादृशप्रभेदाः तत्र सन्ति भाषायां. सो ह्रस्व उदात् वदामः चेत् अत्र वायुः यः अकारस्य उच्चारणं स्थानं कण्ठम् अस्ति, वायुः कण्ठस्य स्पर्शनं करोति बहिः आगच्छति, वी हियर् अ साउंड ऑफ अकारः. उदात् इत्युक्ते किं, वायुः कण्ठस्य उपरि भागस्य तत्र किं करोति, स्पर्शनं करोति. उच्चेः उदात्तः, निच्चेः अनुदात्तः इत्युक्ते द वायु टच इस् द बिलो पार्ट् आफ् द कण्ठ, कण्ठः एण्ड् इट् कम्स् औट् एण्ड् वी से इट् इस् अन् अनुदात्तः. वेन् इट् इस् अ मिक्स्ड् उदात् प्लस् अनुदात् इत्युक्ते इन् बिट्वीन् वी काल् इट् अ सरितः, समाहार स्वरितः. समाहार कस्य समाहारः, उदात प्लस् अनुदातस्य समाहारः इति स्वरितः. सो वी हेव् अ रस्व उदात्, वी हेव् अ रस्व अनुदात्, वी हेव् अ रस्व स्वरितः. अनन्तरं यः रस्व उदात् अस्ति, यदि नासिका सह तस्य उच्चारणं भवति सः अनुनासिक उदात् भवति, यदि नासिका विना तस्य उच्चारणं भवति सः अननुनासिक और् निरनुनासिक. सो अगेन् रस्व उदात् अनुनासिक, रस्व उदात् अननुनासिक. सो वी हेव् फार् रस्व टू डिफ्रेण्ट् टैप्स् आफ् ध्वनीस् फार् दिस्. अगेन् रस्व अनुदात् अनुनासिक, अनुनासिक इत्युक्ते मुखनासिका वचनो अनुनासिकः इत्युक्ते मुख प्लस् नासिका सह यस्य उच्चारणं सः अनुनासिक. यत्र केवलमुखस्य एव उच्चारणं भवति नासिका सह न, सः अननुनासिक और् निरनुनासिक. सो अत्रापि रस्व टू प्लस् टू प्लस् टू. सो रस्वस्वरस्य षट् प्रभेदाः, रस्व अकारस्य षट् प्रभेदः, टू प्लस् टू प्लस् टू इस् सिक्स्. सो वी हेव् सिक्स् डिफ्रेण्ट् टैप्स् आफ् रस्व अकारस्य उच्चारणम् इन् भाषा, इन् संस्कृतभाषायां. तथैव दीर्घ, दीर्घ उदात् अनुनासिक एण्ड् दीर्घ उदात् अननुनासिक. दीर्घ अनुदात् अनुनासिक, निरनुनासिक. सो दीर्घ अपि षट् प्रभेदाः. प्लुत् अपि उदात् अनुदात् स्वरित् अनन्तरम् अनुनासिक निरनुनासिक, सिक्स्, सिक्स् प्लस् सिक्स् प्लस् सिक्स्. सो आहत्य कति, एटीन्, सिक्स् इण्टु त्री इस् एटीन्. सो अकारस्य एटीन् प्रभेदाः, अष्टादश प्रभेदाः एकम् एव स्वरस्य भाषायां तत्र सन्ति, अष्टादश प्रभेदः. परन्तु इदानीं लूष् अ ई ऊरु एते चत्वारि वर्णाः, दे हेव् 18 डिफ्रेण्ट् टैप्स् आफ् ध्वनीस् वी हेव् इन् संस्कृतभाषायाम्. इदानीं लू विषये, लू यः स्वरः अस्ति तस्य किम् अस्ति, तत्र दीर्घप्रभेदः तत्र नास्ति भाषायां, संस्कृतभाषायाम्. अन्यभाषायां तु तत्र दीर्घप्रभेदः अपि तत्र भवति, परन्तु संस्कृतभाषायां लू इति स्वरस्य दीर्घप्रभेदः नास्ति, केवलं ह्रस्वलू लुकारः अपि च प्लुत् लुकारः. सो तत्र वी हेव् टु रिमूव् दिस् सिक्स् दीर्घ टैप्स् आफ् लुकारः, सिक्स् प्लस् सिक्स् आहत्य तत्र मिलित्वा किं भवति, ट्वेल्व्, द्वादश लू स्वराः तत्र भाषायाम्. अस्तु, इदानीम् ए ओ ऐ औच् एच् प्रत्ययः, ए ओ ऐ औ एते चत्वारि अपि स्वराः, परन्तु तेषां ह्रस्वप्रकारः नास्ति, देर् आर् ओन्ली दीर्घस्वराज्. ए ओ ऐ औ आर् ओन्ली दीर्घस्वराज्, परन्तु प्लुत् अपि अस्ति, दीर्घ अस्ति प्लुत् अस्ति. सो वी हेव् सिक्स् प्लस् सिक्स् इत्युक्ते दीर्घ एकार उदात् अनुनासिक, निरनुनासिक, दीर्घ एकार अनुदात् अनुनासिक निरनुनासिक. सो सिक्स् प्लस् सिक्स् इस् ट्वेल्व्. सो लू ए ओ ऐ औ एते पञ्च स्वराः तेषां द्वादश प्रभेदाः भाषायां तत्र सन्ति. ते स्पष्टं वा? इस् दिस् क्लियर्? आं भगिनि. सो अत्र दृश्यतु ये माहेश्वराणि सूत्राणि तत्र सन्ति, अत्र यः अदत्तमस्ति अकारः, अकारः अष्टादश अकाराणां प्रतिनिधिः, तथैव इकारः अष्टादश इकाराणां प्रतिनिधिः, उकारः तथैव रु लु ए ओ ऐ औच्. सो एते स्वराः एतेषां इति तत्र नियमः, अपि च तथैव अत्र आ ई उ इति न दत्तमस्ति. इट् गिव्स् द होल् पिक्चर्. द इट् अकारः रिप्रेसेण्ट्स् द 18 टैप्स् आफ् अकारास् इन् द भाषा. अस्तु. सो अ इ उन् रीलुक् टिल् फोर् सूत्रास् वी हेव् आल् द स्वराज्. अनन्तरं हयवरट् लन्. अत्र तु अत्र किमस्ति, अत्र अन्तस्थव्यञ्जनानि अपि च हकारः इति स्पर्श इति ऊष्मानव्यञ्जनः. अनन्तरम् अत्र दृश्यतु सप्तम सूत्रे सप्तम यः सूत्रम् अस्ति यमगणनम्, अत्र सर्वे किम् अनुनासिकव्यञ्जनानि. वयं दृष्टवन्तः तत्र अनुनासिकस्वरः अस्ति, अनुनासिकव्यञ्जनानि अपि तत्र सन्ति भाषायां. सो वर्गीय पञ्चमवर्णः क ख ग ग न, च छ ज ज ञ, ट ठ ड ड न, प फ ब ब म, त थ द द न. सो एते वर्गीय पञ्चमवर्णः अनुनासिकवर्णाः अपि उच्यते. सो अत्र सप्तमसूत्रे अनुनासिकव्यञ्जन सर्वे अनुनासिकव्यञ्जनानि एकम् एव सूत्रे तत्र माहेश्वरसूत्रे तत्र दत्तं सप्तमसूत्रे. अनन्तरं जभाय् घडदश अष्टम अपि च नवमसूत्रे तत्र किम् अस्ति महाप्राणव्यञ्जनानि, इत्युक्ते झ भ घ ढ. अत्र महाप्राण इत्युक्ते अधिकवायु बहिः आगच्छति, एतेषाम् उच्चारणे अधिकवायुः बहिः आगच्छति, अतः वयं किं वदामः महाप्राणव्यञ्जनः. अनन्तरं जबगडदश जश् प्रत्याहार, जश् प्रत्याहारे अल्पप्राण ये तृतीयवर्गीयतृतीयव्यञ्जन वर्गीय कवर्गस्य ग, अनन्तरं चवर्गस्य ज, टवर्गस्य ड, तवर्गस्य ध, अपि च पवर्गस्य भ. वर्गीयतृतीयव्यञ्जन कुत्र अस्ति? दशमसूत्रे. अनन्तरं खफ छठ थ चट थ कर्कशव्यञ्जनानि अत्र दृश्यते. यथा वयं दृष्टवन्तः स्वराणां ये प्रभेदाः तत्र भाषायाम् अस्ति तत् अस्माभिः दृष्टम्. इदानीं व्यञ्जनानि, व्यञ्जनस्य अपि तत्र प्रभेदाः तत्र सन्ति. एकमस्ति कर्कश अपि च मृदु. के वर्णा के व्यञ्जनानि कर्कशव्यञ्जनानि, के व्यञ्जनानि मृदुव्यञ्जनानि इति अस्मिन् स्लैड् मध्ये तत्र दत्तमस्ति. वर्गीय प्रथम वर्गीय द्वितीय एते सर्वे क आरभ्य म पर्यन्तं कवर्गः चवर्गः टवर्गः तवर्गः पवर्गः इति वदामः. सो वर्गीय प्रथम वर्गीय द्वितीयः अपि च श श स एते 5 + 5 = 10 + 3 = 13 त्रयोदश वर्णाः व्यञ्जनानि कर्कशव्यञ्जनानि, इत्युक्ते फ्रिक्टिव् दीस् कान्सोनेण्ट्स्. वेन् वि स्पीक् दीस् सम् फ्रिक्षन् इट् सीम्स् लैक् सम् फ्रिक्षन् इस् अकरिङ्ग् ओवर् दियर्. क ख च छ टठ तथ पफ श श स. सो एते सर्वे कर्कशव्यञ्जनानि, त्रयोदश कर्कशव्यञ्जनानि. अनन्तरं वर्गीयतृतीय वर्गीयचतुर्थ वर्गीयपञ्चम अपि च सर्वे अन्तस्थाः अपि च हकारः, एते सर्वे मृदुव्यञ्जनानि, साफ्ट् एण्ड् हार्ड्. we say in English hard consonants and soft consonants. भाषायां संस्कृतभाषायां कर्कशव्यञ्जनानि मृदुव्यञ्जनानि व्यञ्जनस्य प्रभेदः. इदानीं तत्र अस्तु, इदानीम् अत्र यत् करपत्रे लिखितम् अस्ति तदेव अत्र लिखितम् अस्ति, परन्तु अत्र एकं महत्त्वपूर्णबिन्दुः अस्ति. इदानीं समयः अभवत् अत्र अत्र प्रत्याहार यः परिच्छेदम् अस्ति तं पठित्वा तत्र समापनं कुर्मः. कः पठितुम् इच्छति प्रत्याहारः इत्युक्ते किम्? आम् आम् पठतु भगिनि. प्रत्याहारः इत्युक्तौ वर्णानां समूहः. प्रत्येकं प्रत्याहारस्य अन्ते इत्संज्ञकवर्णः स्थितः. अयम् इत्संज्ञकवर्णः प्रत्याहारस्य सीमारेखा भवति. प्रत्याहार नाम सङ्ग्रहः, नामसङ्ग्रहः. अस्मिन् सङ्ग्रहे इत्संज्ञकाः वर्णाः नान्तर्भूताः इति अवधेयम्. ते केवलं प्रत्याहारस्य सीमां कुर्वन्ति, तदा अपगच्छन्ति. प्रत्याहारस्य यदा वयं दृष्टवन्तः तदा अयौन् इति अन्ते एकः संज्ञक इत्संज्ञकवर्णः स्थितः. तत् वर्णस्य कोऽपि अर्थं नास्ति. तत् तत् प्रत्याहारस्य सीमारेखा अस्ति. अयौन् इत्युक्ते तत् तस्य प्रत्याहारस्य अन्ते अ इ उ एव अस्ति, न तस्य तस्य सीमां वदति. यथा अण् इति प्रत्याहारस्य इति प्रत्याहारस्य मध्ये कः अस्ति इति, काका अस्ति इति अ इ उ एव अस्ति, न गणनीयम् इति अद्य वाक्यस्य अर्थम्. आम् आं भगिनि, तथैव अस्ति. सो प्रत्याहार इत्युक्ते किं? वर्णानां समूह. अनन्तरं सङ्ग्रह, सङ्ग्रह इत्युक्ते एकं समूह अस्ति. सो अस्मिन् सङ्ग्रहे यदा अन् वदामः चेत् अन् इति एकं प्रत्याहार अस्ति. अन् वदामः चेत् यः प्रथमवर्णः अस्ति तम् आरभ्य अ आरभ्य न पर्यन्तं, परन्तु नकारः इत्संज्ञकः अस्ति. वयं जानीमः इत्संज्ञकवर्णस्य गतिः का, सः अपगच्छति, सः न तिष्ठति. इत्संज्ञकवर्णः अपगच्छति, अतः न इति इत्संज्ञक अस्ति. अन्तिम प्रत्येकस्मिन् सूत्रे अन्तिमवर्णः इत्संज्ञकः, इत्युक्ते अत्र लृलुक् अन्तिमककारः इत्संज्ञकः, ए ओङ् अन्तिमनकारः इत्संज्ञकः, ऐ औच् चकारः इत्संज्ञकः, हयवरट ट इति यः अन्तिमवर्णः अस्मिन् सूत्रे अन्तिमवर्णः टकारः, टकारः इत्संज्ञकः. अतः अत्र लिखितमस्ति प्रत्येकं प्रत्याहारस्य अन्ते इत्संज्ञकवर्णः स्थितः. वयम् इदानीं जानीमः इत्संज्ञकवर्णः अपगच्छति, सः न तिष्ठति, अपगच्छति. अतः सङ्ग्रहे समूहे तस्य गणना न भवति. वी डोण्ट् कौण्ट् दिस् इत्संज्ञकवर्णः इन् द इन् अ पर्टिक्युलर् गणः सङ्ग्रह. सो वेन् वि वेन् ऐ से अन् अन् इति प्रत्याहार, सो यदि सः अपगच्छति तस्य प्रयोजनं किम्? सः केवलं सीमारेखा करोति, इत्युक्ते इत्संज्ञकवर्णः अत्र अस्मिन् महेश्वराणि सूत्राणि यः अन्तिम इत्संज्ञकवर्णः अस्ति तस्य प्रयोजनं किम् इति वदामः चेत् तस्य प्रयोजनम् अस्ति सः प्रत्याहारस्य सीमारेखा करोति. इत्युक्ते अन् वदामः चेत् अ आरभ्य न पर्यन्तं, परन्तु न इति णकारस्य गणना न भवति अन् प्रत्याहारे. न विहाय, न विहाय न पर्यन्तं, केवल न पर्यन्तं किम् अस्ति? उ अस्ति. सो अ इ उ एते त्रयः वर्णः एव अनुप्रत्याहारे वदामः. तथैव अक् वदामः चेत् अक् इति प्रत्याहारः वदामः चेत् अ आरभ्य क पर्यन्तं, क पर्यन्तम् इत्युक्ते टिल् क, परन्तु मध्ये कोऽपि इत्संज्ञक अस्ति चेत् तस्य गणना न करणीयम्। सो अक् प्रत्याहारे अ इ उ न तु इत् अस्ति, अस्य गणना न भवति। अनन्तरं रूलु, एते पञ्चवर्णाः एव अक् प्रत्याहारे आयाति। सो इन् बिट्वीन् इफ् देर् इस् अ इत्संज्ञक वर्णः तस्य गणना न करणीयं, प्रत्याहारे तस्य गणना न करणीयम्। सः तत्र केवलं सीमारेखा तस्य प्रत्याहारस्य करोति, तस्य सङ्ग्रहे तत्र इत्संज्ञक वर्णा न अन्तर्भूताः, दे आर् नाट् कौण्टेड् इन् द प्रत्याहार। तथैव तत्र अट् वदामः चेत्, यदि वयम् अट् प्रत्याहार वदामः, अट् इत्युक्ते अ आरभ्य ट पर्यन्तं, सो वी हाव् टु रिमेम्बर् द कम् अ इ उन् रि लुक् ए ओङ् ऐ औच् हय वरट् ट, अ आरभ्य ट पर्यन्तं, मध्ये ये ये इत्संज्ञक वर्णाः तेषां गणना न करणीयं, ते न अन्तर्भूताः सङ्ग्रहे, अट् सङ्ग्रहे तेषां गणना न करणीयं। सो अट् इति प्रत्याहारे के के वर्णाः, अ इ उ रुलु ए ओ ऐ औ ह य वर, ह य वर, सो एते वर्णाः एव अट् प्रत्याहारे आयाति। मध्ये ये चकारः इत्संज्ञकः, नकारः इत्संज्ञक, ककारः इत्संज्ञकः, अत्रापि मूर्धन्यनकारः इत्संज्ञकः, इत्संज्ञकवर्णानां गणना न करणीयं समूहे सङ्ग्रहे, ते अपगच्छति, ते केवलं प्रत्याहारस्य सीमारेखा करोति इति तेषां प्रयोजनम् अस्ति। अस्तु, कोऽपि भ्रमः अस्ति वा, कृपया पृच्छतु। अत्र एकम् अन्यत् बिन्दुः अस्ति, अत्र ह य व र ल, तथैव ञ म घ, अत्र ह इति कथनेन अकारः अपि श्रूयते, य यकारः अपि यकारस्य सह अकारः अपि श्रूयते, परन्तु अत्र यः अकारः श्रूयते सः अकारः केवलम् उच्चारणार्थं। सो यदि वयम् अट् प्रत्याहारः वदामः चेत् अत्र तु च पर्यन्तं तु सर्वाणि स्वराः, ह वदामः चेत् तत्र केवलं हकारस्य ग्रहणं, हकारः वदामः चेत् ह य व र, न तु अकारस्य अपि। अत्र यः सूत्रे यः ह दत्तमस्ति तत्र अ केवलम् उच्चारणार्थम् अस्ति, सो अत्र केवलं ह य व र एतेषां व्यञ्जनानाम् एव ग्रहणं भवति इत्यपि मुख्यम् अस्ति। सो अत्र व्यञ्जनस्य सह यः अकारः श्रूयते सः अकारः केवलम् उच्चारणार्थम् अस्ति, इत्युक्ते तत्र उच्चारणे क्लेशं मा भवेत् इति तत्र अ इति तत्र स्थापितः, परन्तु सः अ केवलम् उच्चारणार्थम् अस्ति, सः व्यन्वि आं वदतु। ह द्विवार अस्ति अत्र, तस्य विषये किं चिन्तनं, तस्य विषये तत्र बहु चिन्तनम् अस्ति, अग्रिमं कक्षायां तत्र करो, इदानीं समयः अभवत्। किमर्थं तत्र ह इति व्यञ्जनः द्विवारं, प्रश्नः समीचीनम्, अस्तु तत् तस्य विषये अग्रिम कक्षायां तत्र चर्चां कुर्मः, किमर्थं ह इति व्यञ्जनः द्विवारम्, अन्य कोऽपि व्यञ्जनः द्विवारं नास्ति, केवलं हकारः द्विवारम् अस्ति, अन्य यदि अस्ति परन्तु सः हल् अस्ति, इत्युक्ते इत्संज्ञक अस्ति, यथा म इति मकारः अत्रापि अस्ति अन्ते अपि अस्ति, परन्तु अत्र यः अन्ते यः मकारः सः तु इत्संज्ञकः, तस्य गणना न भवति, परन्तु ह तु अत्र इत्संज्ञक नास्ति, अत्रापि इत्संज्ञक नास्ति, किमर्थं हकारस्य तत्र ग्रहणं द्विवारम् अस्ति माहेश्वरसूत्रे इति तत्र अग्रिमकक्षायाम् अस्य विषये चिन्तनं कुर्मः। सो अत्र अकारः केवलम् उच्चारणार्थम् इति तत्र स्मर्तव्यम् अंशः. अन्यत् प्रश्नः तत्र अपि सन्ति, तस्य विषये अपि चिन्तनं कुर्मः. सो तत्र यु शुड् वाट् इस् द होम्वर्क् फार् टुडे इस् देट् यु शुड् रिमेम्बर् दीस् बै हार्ट् एण्ड् द क्रमः इस् इम्पार्टेण्ट्. देन् ओन्ली वी केन् मेक् द प्रत्याहारः. देयर् आर् अराौण्ड् 42 to 44 प्रत्याहाराज् इन् व्याकरणशास्त्रे. सो वी नीड् टु रिमेम्बर् दिस् महेश्वरसूत्र इन् क्रमः. अस्तु, कोऽपि प्रश्नः, अन्यप्रश्नः अस्ति चेत् कृपया पृच्छतु. इदानीं पर्यन्तं यत् पठितं तस्य विषये प्रश्नः अस्ति चेत् कृपया पृच्छतु, अन्यथा अत्र स्थगामः. अस्तु, अत्र शान्तिमन्त्रं पठामि. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. धन्यवादः. धन्यवादः महोदय, शुभदिनं. शुभदिनं. धन्यवादः भगिनि. सरस्वतीपूजा शुभकामना भगिनि. धन्यवादः. धन्यवादः धन्यवादः.